नमस्ते भगिनि, रामप्रिया भगिनी. संशयः कः? प्रश्नः? हरि ओं. श्रूयते वा भगिनि? श्रूयते इदानीं श्रूयते. मम प्रश्नः अस्ति, अलोङ्क्यस्य अनेकाचित् सर्वस्य णिच् च त्रयोः भेदः. अस्तु भगिनि, तर्हि एकनिमिषः, चिन्तयामि. जीवादिगणे इत्युक्ते पाठे महोदय प्रायः सर्वं तत्र दत्तवान्. अस्तु भगिनि, तर्हि वदामि. अनुक्तस्य इति साधारणसूत्रमस्ति. साधारणसूत्रमित्युक्ते सर्वसामान्यसूत्रमस्ति. यत्र कुत्रचित् अपि आदेशः भवति चेत् कुत्र भवति इति प्रश्नः वदति खलु, तर्हि अलोन्तस्य इति सूत्रं वदति अन्तिमवर्णस्य स्थाने अल्वर्णस्य स्थाने भवति. प्रश्नः वदति खलु, पूर्णतया भवति वा अन्तिम भवति वा, नो चेत् प्रायः वर्णद्वयं मिलित्वा तस्य तयोः स्थाने भवति वा इति कुत्र भवति इति प्रश्नः वदति. तर्हि अदन्तस्य वदति यत्र आदेशः भवति तत् अन्तिम अल्वर्णस्य स्थाने भवति इति सर्वसामान्य सूत्रमस्ति, कार्यमस्ति. इद अनन्तरं किम् इत्युक्ते, यत्र अनेक अल्वर्ण आदेशे अनेक अल्वर्णाः सन्ति, यत्र आदेशे अल्वर्णाः सन्ति, तर्हि सूत्रं वदति अनेकाल्षत् सर्वस्य वदति यत्र आदेशे अनेक अल्वर्णाः सन्ति, नो चेत् षित् अस्ति चेदपि अन्तिमस्य अलोन्तस्य इति अन्तिमस्य न भवति किन्तु पूर्णतया भवति, सर्वस्य स्थाने भवति इति वदति. उदाहरणार्थं वयं दृष्टवन्तः पूर्वस्मिन् पाठे दृष्टवन्तः ज्ञाजनोर्जा इति सूत्रं दृष्टवन्तः खलु. अत्र सूत्रं वदति ज्ञाजनोः अङ्गस्य झा इति झाषिति इति सूत्रं वदति. तर्हि ज्ञा धातुः वा क्रियादिगणे, नो चेत् जन् धातुः अस्ति चेत् अपि विवादिगणे जन् इति अस्ति, तर्हि अङ्गस्य झा इति शिति परे झा इति आदेशः भवति. तर्हि झा इति कीदृश आदेशः अस्ति? अनेकाल् अनेक अल् अस्ति. किमर्थम् इत्युक्ते जकारः अस्ति, तदनन्तरम् आकारः अपि अस्ति, तर्हि अनेक अल् अस्ति. तर्हि पूर्णतया ज्ञा इत्यस्य स्थाने भवति वा, नो चेत् जन् इत्यस्य स्थाने भवति वा, नो चेत् अन्तिमनकारस्य एव स्थाने भवति वा इति. जन् इति धातु स्वीकुर्मः चेत् नकारस्य स्थाने जा आदेशः भवति चेत् किं भवति? जजा इति भवति. किन्तु तथा न खलु, पूर्णतया जन् इत्यस्य पूर्णतया सर्वस्य स्थाने भवति. तर्हि यत्र अनेक अल् यत्र भवति चेत् आदेशे अनेक अल् वर्णाः सन्ति चेत्, नो चेत् षित् अस्ति चेत् आगम आदेशस्य, तत्र पूर्णतया सर्वस्य स्थाने भवति इति अनेकषित् सर्वस्य वदति. तर्हि तृतीयम् अस्ति यत्र निच् इति सूत्रं वदति अनेक अल् चेदपि, यत्र नित् अस्ति चेत् आदेशे नकारस्य इत् संज्ञा भवति चेत् अन्तिमस्य एव वदति, अन्तिमवर्णस्य एव भवति इति वदति. तदर्थं वयं अत्र एव रिङ्ग् ट्रयङ्गलेषु इति सूत्रं दृष्टवन्तः खलु. तत्तु रिङ्ग् इति अस्ति, रिङ्ग् इत्यस्मिन् नकारस्य इत्संज्ञा भवति. रिङ्ग् आदेशः इति वदामः चेत् तत्र अनेक अल्वर्णाः सन्ति, किन्तु अत्र नित् इत्यस्य इत्संज्ञा भवति. तर्हि निच् इति सूत्रं वदति यत्र नकारस्य इत्संज्ञा भवति तर्हि अन्त्यस्य अलः स्थाने एव भवति. तर्हि अलोन्तस्य सामान्यसूत्रमस्ति, तस्य अपवादसूत्रमस्ति अनेकाशित् सर्वस्य. तस्य अपवादसूत्रम् अस्ति निश्चयति. तर्हि प्रथमं वयं पश्यामः आदेशे आदेशः कीदृशः इति दृष्ट्वा एव वयं वक्तुं शक्नुमः. आदेशः यदि नित् चेत् निच् इति सूत्रम् अन्तिम अल्वर्णस्य एव भवति. नो चेत् नित् नास्ति किन्तु अनेक अल्वर्णाः सन्ति चेत् तर्हि स्वस्य स्थाने भवति. न द्वौ अपि नास्ति चेत् पूर्ण अन्तिम अल्वर्णस्य एव भवति. पर्याप्तं भवति. स्पष्टं भगिनि. अहं किञ्चित् भ्रमः अस्ति अलोन्त्यस्य निच्च इति द्वयोः मध्ये इदानीं स्पष्टम्. अलोन्तस्य इत्यस्मात् एव आगच्छति अन्तस्य अलस्थाने इति अनुवृत्तिः आगच्छति. निच्च इत्यस्य अनुवृत्तिः अलोन्तस्य इत्यस्य इतः इति सूत्रतः एव आगच्छति. किमर्थम् इत्युक्ते समानकार्यमेव सम्भवति किन्तु कुत्र कस्मिन् स्थाने इति यत्र आदेशः भवति तद् दृष्ट्वा अलोन् अनेकचित्तद्रव्यस्य इति अपवादसूत्रं वदति पूर्णतया भवति इति अत्र आगच्छति. किन्तु यत्र अनेक अल् अस्ति चेत् नित् चेत् अपि नित् अस्ति चेत् अन्तिम अल् स्थाने एव भवति पुनः अपवादः. स्पष्टं भगिनि, धन्यवादः. तस्य स्वभावः तु अनेकस्य सर्वस्य इति क्षम्यताम् अलोन्तस्य कथं भवति तथा एव भवति. धन्यवादः. अन्य कः आगतः? रश्मि भगिनी अस्ति, हेमा भगिनी, रश्मि भगिनी, पुष्पा भगिनी, हलो, सुब्रह्मण्य महोदय, रामप्रिया भगिनी अस्ति, अन्ये कोऽपि अस्ति वा? तर्हि आरम्भं कुर्मः. अत्र ह्यः चिन्तयामि महोदय, दिवादिगण तु तुदादिगणे वयं एतावत्पर्यन्तम् अनेके सूत्राणि अनेकानि सूत्राणि दृष्टवन्तः. तर्हि दिवादिगणः सुदादिगणः कुत्र सामान्यं वर्तते, कुत्र भेदः वर्तते इति दृष्टवन्तः. अनन्तरं यानि कानि सूत्राणि वयं दृष्टवन्तः दिवादिगणे, तस्य प्रसक्तिः सुदादिगणे अपि अस्ति वा इति प्रश्नम् अस्माकं मनसि यदा उदेति चेत् तस्य समाधानं दत्तवान्. अनन्तरं प्रसक्तिः अस्ति किन्तु कदाचित् कार्यं न भवति, किमर्थं कार्यं न भवति इति चर्चामपि कृतवान् खलु. तर्हि तस्य विषये पुनः पश्यामः. तर्हि सुब्रह्मण्यमहोदय वदति वा, दिवादिगणः सुदादिगणः एतयोः कः सामान्यतः कुत्र वर्तते एतयोः? द्वयोः अत्र प्रथमं तु दिवादिगणस्य विकरणप्रत्ययः ष्यन्. अत्र ष्यन् षित् अस्ति, तत्कारणात् अत्र प्रथमं तु षित् सार्वधा तिंषित् सार्वधातुकमस्ति, तत्कारणात् सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति. परन्तु सार्वधातुकसंज्ञा भवति इति उक्तवान् खलु. प्रथमसमानता किम् इत्युक्ते उभयत्र उभौ अपि उभयोः अपि सार्वधातुकसंज्ञा वर्तते खलु. तुदादिगणे अपि तथा एव खलु. तुदादिगणे तथा एव भवति. तुदादिगणे तु तस्य विकरणप्रत्ययः श अस्ति, श तु षित् अस्ति, तिंषित् सार्वधातुकम् इत्यस्मात् अत्र तदपि सार्वधातुकसंज्ञा भवति. अनन्तरम् अत्र ष्यन् द्वयोः अपि षित् अस्ति परन्तु अपित् अपि अस्ति, तत्कारणात् सार्वधातुकार्धधातुकयोः यः कार्यं भवति तत्तु न अर्हति इदानीं. किमर्थं चेत् सर्वदत्तकसंज्ञा अस्ति इत्यस्मात् सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य सूत्रस्य प्रसक्तिः अस्ति. प्रसक्तिः तु अस्ति, अस्तु भगिनि. परन्तु अत्र शित् तु अस्ति परन्तु अपित् अपि अस्ति, तत्कारणात् सार्वधातुकम् अपित् इति सूत्रम् अर्हति अत्र. सार्वधातुकम् अपित् सूत्रेण तत्तु नित्वत् भवति, इत्युक्ते अत्र निति च इति कारणतः गुणकार्यस्य निषेधं भवति. यत्र यत्र गुणकार्यं सम्भवति तत्कारणात् अत्र गुणकार्यं न भवति, गुणनिषेधः भवति. प्रथममस्ति सार्वधातुकम् अपि इत्यनेन निद्वद् भवति इति, निद्वद् भवति, निद्वद् भवति. तत् अस्ति द्वितीय द्वितीयमस्ति निद्वद् भवति, तृतीयमस्ति खलु. तर्हि तस्य फलं भवति, तस्य फलं किं भवति इति च इत्यनेन गुणकार्यं निषेधं, गुणकार्यं निषेधं भवति. तत्तु प्रथमं प्रथमकार्यमस्ति तत्र. अनन्तरम् अत्र धातु अनिदित् उपधायां नकारस्य लोपः भवति. अनिदितां हल उपधाया निति इति सूत्रेण उभयत्रापि तस्य कार्यं सम्भवति. निमित्तं तु अत्र नित् अस्ति खलु भगिनि. निमित्तं तु अत्र ष्यन् अपित्वात् नित् भवति, श अपित्वात् अपि नित् भवति. तत्कारणात् अनिदितां हल उपधाया निति सूत्रं तुदादिगणे अपि च दिवादिगणे कार्यं करोति. अनन्तरं तृतीयमस्ति सम्प्रसारिणीनां धातूनां सम्प्रसारणं भवति इति. अत्र सम्प्रसारणमित्युक्ते यन् स्थाने इक् आदेशः भवति. अत्र यथा वा स्थाने उ, अत्रापि केचन धातवः सन्ति, तेषां कृते तत् कार्यं सम्भवति. सम्प्रसारिणां धातूनां केचन धातवः सम्प्रसारिणां धातुः अस्ति, तेषां कृते अत्र नीतिकारणात् सम्प्रसारणमपि भवितुम् अर्हति. अस्तु महोदय, धन्यवादः महोदय. भगिनी रामप्रिया भगिनी वदति वा अत्र भेदः कः दिवादिगणे तुरादिगणे इति? दिवादिगणे विकर्णप्रत्ययः अस्ति षन्, अनुबन्धलोपानन्तरं य एव अवशिष्यते. तत्तु हलन्त् हलादिः अस्ति, हलादिः अपित् अस्ति. तुदादिगणे श विकर्णप्रत्ययः अनुबन्धलोपानन्तरम् अ अवशिष्यते, तत् अजादिः अपित् अस्ति. अस्तु भगिनि, किमपि सूत्रं वदति वा यत् दिवादिगण तस्य प्रसक्तिः अस्ति किन्तु तुदादिगणे नास्ति, नो चेत् तुदादिगणे प्रसक्तिः अस्ति किन्तु दिवादिगणे नास्ति? अचिष्णु धातु ब्रुवां युवोर् युवङ्गौ तस्य प्रसक्तिः तु तुदादिगणे एव अस्ति. किमर्थं चेत् अचि इति अस्ति, अचि परे इति, तस्य प्रसक्तिः दिवादिगणे नास्ति. हलीच इति सूत्रस्य प्रसक्तिः दिवादिगणे अस्ति, किमर्थं चेत् हल् हल् वर्णः हलादिः परः अस्ति चेत् तस्य प्रसक्तिः अत्र तुदादिगणे नास्ति. अस्तु भगिनि, बहु धन्यवादः भगिनि. अन्य कोऽपि अस्ति वा? ध्वनिः श्रुता मया, तर्हि अन्यत् कः अस्ति? अस्तु, धन्यवादः भगिनि. अस्तु, अनन्तरं तर्हि महोदय, अहं चिन्तयामि एकैकं स्वीकृत्य दृष्टवान् इति मन्ये, एकैकं सूत्रं स्वीकृत्य. तर्हि अस्माकं प्रथमसूत्रम् आसीत् अनिदित् द्विवादिगणे वयं दृष्टवन्तः, अनिदित् हल उटायन्ति इति सूत्रं दृष्टवन्तः. महोदय एव उक्तवान् खलु, इदानीमेव सुब्रह्मण्यमहोदय उक्तवान् द्विवादिगणे तुदादिगणे अपि उभयत्र तस्य कार्यं भवति, प्रसक्तिः अस्ति, कार्यमपि सम्भवति. महोदय तर्हि द्वितीयकार्यमपि महोदय उक्तवान् सम्प्रसारणकार्यं ग्रहीयावयि इति सूत्रस्य, तस्यापि निमित्तम् अस्ति निति च इति अस्ति, निति परे इति अस्ति. तर्हि उभयत्र कार्यं सम्भवति, द्विवादिगणे तुदादिगणे. अनन्तरं वयं एतत् सूत्रं दृष्टवन्तः हृदये धातोः इति, तस्य कीदृशं कार्यं कुत्र प्रसक्तिः अस्ति, कुत्र कार्यं सम्भवति इति वक्तुं शक्नुमः. सुब्रह्मण्यमहोदय प्रश्नं वदति वा? एकनिमिषः भगिनि, ऋत धातोः इति इत्यस्य प्रसक्तिः किल भगिनि? आम् महोदय, ऋत तत्तु ऋकारान्त दीर्घऋकारान्तधातुः उपधायाम् अथवा ऋकारान्तधातुः ऋकारान्तधातुः अस्ति चेत् अत्र तस्य स्थाने इकार आदेशः भवति इति तस्य अर्थः. तत्तु प्रायः मम चिन्तनमस्ति अत्र द्विवादिगणे अपि भवति, तुदादिगणे अपि भवितुम् अर्हति. आं महोदय, उभयत्र प्रसक्तिः अस्ति. भुवादिगणे भवति वा? भुवादिगणे प्रथम भुवादिगणे दीर्घऋकारान्त न भगिनि, अत्र तु ऋकारान्तधातुः अस्ति चेत् अत्र तत् भुवादिगणः गणस्य प्रत्ययः षित् अस्ति, षित् अपि अस्ति, तत्कारणात् गुणकार्यं सम्भवति अत्र. प्रसक्तिः अस्ति किन्तु कार्यं न भवति, किमर्थम् इत्युक्ते ऋकारः न तिष्ठति, तस्य गुणः भवति. ऋकारस्य स्थाने प्रथमं तु आ आगच्छति, तदनन्तरं स च आ अर् भवति, तत्कारणात् ऋकारः तिष्ठति न तिष्ठति एव अत्र. अनन्तरं तथा तस्मिन्नेव विषये तथा एव हलीच इति सूत्रस्य अपि कार्यं भवति. किमर्थम् इत्युक्ते यत्र ऋकारस्य इकारादेशः भवति तर्हि रेपः अपि आगच्छति द्विवादिगणे, तर्हि हलीच कार्यं कृत्वा दीर्घ इकारः भवति, तत् इकारः. तत्तु हलीच तु द्विवादिगणे एव भवति खलु भगिनि, तुदादिगणे तु सूत्रस्य निमित्तं किं? हलीच इत्यस्य सूत्रस्य निमित्तमस्ति हल् वर्णः परे अस्ति चेदेव खलु भगिनि. बकारान्तरेफान्तानां धातूनाम् उपधायाः यत् किक् अस्ति तस्य दीर्घत्वं भवति हलिपरे इति. तर्हि तुदादिगणे तस्य प्रसक्तिः नास्ति, द्विवादिगणे अस्ति इति. अस्तु, तर्हि पुनः पश्यामः अत्र अनिदित् हल् उपादायनिति इति सूत्रस्य प्रसक्तिः रामप्रिया भगिनी वदति वा? भुआदिगणे प्रथमगणे भवति वा इति अनिदितां हल् उपादायाम् इति ङिति अस्ति, किति ङिति परे अस्ति, अतः भुआदिगणे प्रसक्तिः नास्ति भगिनि. सम्प्रसारणकार्यं भवति वा भुआदिगणे? तदपि ङिति एव अस्ति, तदपि भुआदिगणे न भवितुम् अर्हति. अस्तु भगिनि. किन्तु हृदयधातोः भवति वा भुआदिगणे? तस्य हृदयधातोः हृदन्तस्य धातोः अङ्गस्य तत्र तु तस्य गुणः भवति, धातोः गुणः भवति द्वादिगणे सार्वधातुक अर्धधातुकयोः इति सूत्रेण. अतः इदं सूत्रमपि तत्र कार्यं न करोति. कार्यं न करोति किन्तु प्रसक्ति. अहं किं कृतवती इत्युक्ते मम पुस्तके एकं कोष्टकं कृत्वा द्विवादिगणः तु सुधादिगणः द्वादिगणः इति कृतवती. अनन्तरम् एकैकं सूत्रं लिखितवती, अनिद हलय हलोपदायान् इति सूत्रं द्विवादिगणे प्रसक्तिः अस्ति कार्यमपि करोति, सुधादिगणे प्रसक्तिः अपि अस्ति कार्यमपि करोति, द्वादिगणे प्रसक्तिः एव नास्ति खलु. अनन्तरं द्वितीयमस्ति सम्प्रसारणम् इति लिखित्वा द्रहिज्यावहि इति सम्प्रसारणकार्यं, तस्य प्रसक्तिः द्विवादिगणे अस्ति कार्यमपि भवति, सुधादिगणे अस्ति कार्यमपि भवति, किन्तु भुआदिगणे तस्य प्रसक्तिः नास्ति. किमर्थमिति नीति च निमित्तं किं न भवति. तत् द्वितीयमासीत्. तृतीयं लिखितवती हृदयधातोः इति रोक्षः करोमि तर्हि वदतु भगिनि, हृदयधातोः इति सूत्रस्य प्रसक्तिः अपि अस्ति द्विवादिगणे, कार्यमपि करोति द्विवादिगणे खलु. अनन्तरं सुधादिगणे प्रसक्तिः अस्ति तत्रापि कार्यमपि करोति, किन्तु द्वादिगणे प्रसक्तिः अस्ति कार्यं न करोति इति. अनन्तरं हलीच इति, ततः एव हलीच इति कार्यमपि भवति, द्विवादिगणे प्रसक्तिः अस्ति कार्यमपि करोति, सुधादिगणे प्रसक्तिः एव नास्ति. द्वादिगणे तस्य कार्यं सम्भवति न सम्भवति एव न सम्भवति. भगिनी एक प्राप्तिः प्रसक्तिः कः भेदः? प्राप्तिः कार्यं साक्षात् सम्भवति चेत् यत् वदामि, प्रसक्तिः इत्युक्ते कार्यं भवितुम् अर्हति, कार्यं कर्तुम् इच्छति, तत्र निमित्तमस्ति. किन्तु प्राप्तिः न भवति चेत् प्राप्तिः इत्युक्ते तत्र कार्यं न सम्भवति इति अर्थः. ओ तत्र प्रसक्त अत्र वदामः चेत् हृदयधातोः इत्यस्य प्रसक्तिः द्वादिगणे अस्ति, किन्तु तस्य कार्यं तु न प्राप्तिः न भवति. किमर्थम् इत्युक्ते ऋकारान्तस्य ओकारः अर् भवति, गुणः भवति, तर्हि प्राप्तिः न भवति, साक्षात् कार्यं न सम्भवति. अस्तु, तर्हि हलीच इति चतुर्थसूत्रं लिखितवती, तर्हि द्विवादिगणे प्रसक्तिः अस्ति, हलीच इत्यस्य प्रसक्तिः सुधादिगणे नास्ति एव, तर्हि नास्ति. द्वादिगणे अपि कार्यं हलीच इत्यस्य तु वर्णकार्यमस्ति, तर्हि प्रायः प्रसक्तिः भवति कार्यं भवति वा इति द्रष्टव्यं भवति खलु. हलीच प्रसक्तिः अस्ति, अत्र रेखाङ्कानां वकारान्तानाम् इति अस्ति, तर्हि प्रसक्तिः अस्ति किन्तु कार्यं भवति वा इति वयं न जानीमः, तासु दृष्ट्वा एव वक्तव्यं भवति खलु. भुआदिगणे वा? भुआदिगणे प्रथमगणे. भुआदिगणं गणस्य विकरणप्रत्ययः तु शप् अस्ति, तत्तु अजादिः अस्ति खलु भगिनि? सत्यं महोदय, सत्यं सत्यं, तर्हि न भवति, न भवति. अनन्तरम् ओतः शनि इति सूत्रं दृष्टवन्तः द्विवादिगणे, तस्य कार्यं भवति वा भगिनी? रामप्रिय भगिनी कथम् अग्रे लिखितवती ओतः शनि इति? ओतः शनि शनिपरे एव कार्यं करोति, तस्य निमित्तं शनि ओतः अङ्गस्य लोपः शनिपरे एव निमित्तमस्ति शनि तत्कारणात् तद् दिवादिगणे कार्यं करोति भुवादिगणे अपि नास्ति तुदादिगणे अपि न सम्भवति. अग्रिम महोदय वदति वा क्षमाम् अष्टानां दीर्घः शनि इति पुनः अग्रिम सूत्रं सूत्रं दिवादिगणे दृष्टवन्तः. तत्तु अत्र निमित्तं श्यन् अस्ति शनिपरे अस्ति चेदेव तस्य कार्यं सम्भवति. तत्कारणात् तदपि दिवादिगणे एव भवति, सुदादिगणे तस्य प्रसक्तिः न भवति. द्वादिगणे अपि न भवति. उदाहरणे अपि न भवति. शां धातुः शाम्यति इति दीर्घः भवति. अनन्तरम् इदानीं सुदादिगणे दृष्टवन्तः तस्य कार्यम् अचिष्णुधातुभ्रुवं भगिनी पूर्वमेव उक्तवती अचिष्णुधातुभ्रुवां यो अङ्गौ इति सूत्रस्य दिवादिः किमर्थं प्रसक्तिः नास्ति इति पुनः वदति वा भगिनि. दिवादिः अचिष्णुधातुभ्रुवां युवरङ्गौ निमित्तमस्ति अचि परे दिवादिगणे शन् विकर्णप्रत्ययः तत्तु हलादिः अस्ति अतः तस्य सूत्रस्य प्रसक्तिः तत्र नास्ति. भुवादिगणे तु गुणः सम्भवति अतः अचीपरे अस्ति अपि चेत् अपि तस्य प्रसक्तिः तत्र न भवति. प्रसक्तिः अस्ति किन्तु प्राप्तिः न. ओहो तदेव ओहो भेदः प्रसक्तिः अस्ति प्राप्तिः नास्ति. ओहो सम्यक् अहमपि ममपि अहं दोषं न अहमपि नूतना अस्मि भगिनि वदतु महोदय यदा उक्तवान् दोषः वदामि चेत् कृपया सूचयतु. तर्हि अहं लिखितवती अत्र द्वादिगणे तस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति इति लिखितवती अस्तु भगिनि. अनन्तरं रिङ् शेङ्ग्लिषु इति सूत्रं दृष्टवन्तः तस्य द्विवादिगणे प्रसक्तिः अस्ति लिङ्षु तत्तु दिवादिगणे प्रायः नास्ति इति मम चिन्तनमस्ति. अत्र निमित्तम् अत्र त्रीणि निमित्तानि अस्ति भगिनि. अत्र अत्र एकनिमिषः भगिनि एकवारम् अत्र श यक् श यक् लिङ् यकारादि लिङ् इति यकारादि आर्धधातुकलिङ् श प्रत्यये परे अस्ति यक् प्रत्यये परे अस्ति अथवा यकारादि आर्धधातुक लिङ् प्रत्यये च परे अस्ति चेदेव तस्य कार्यं भवति. श प्रत्यय तु विकर्णप्रत्यय तुदादिगणे एव. यक् प्रत्यय प्रायः कर्मणि यक् अत्र भवति. अनन्तरं यकारादि लिङ् प्रत्यय इत्युक्ते अत्र आशीर्लिङ् इति प्रायः विधिलिङ्ग् तु अत्र यकारः नास्ति खलु भगिनि. मीना अस्मि आर्धधातुक इति विधिलिङ्ग् सार्वधातुकमस्ति. विधिलिङ्ग् तु सार्वधातुकमस्ति. धन्यवादः मीना भगिनि. वा आं भगिनि अधुना एव आगच्छामि. तर्हि द्विवादि न भवति कार्यप्रसक्तिः एव नास्ति रिङ् शयङ्ग् इत्यस्य सुदादिगणे प्रसक्तिः अस्ति, कार्यमपि भवति. किमर्थम् इत्युक्ते श इति विकरणप्रत्ययः आगच्छति, श एम् इषु इति अस्ति. भुवादिगणे अस्ति वा प्रसक्तिः? भुवादिगणे अत्र तु प्रत्ययः शप् अस्ति, प्रायः प्रसक्तिः अस्ति, प्रायः प्राप्तिः न भगिनी. किमर्थं चेत् अत्र यः ऋकारः अस्ति तस्य गुणः भवति खलु सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य इत्यनेन सूत्रेण ऋकारस्य गुणः भवति. किन्तु प्रसक्तिः एव नास्ति इति मम मतमस्ति. भगिन्यः किं मतमस्ति? वीणा भगिन्यः, रामप्रिया भगिन्यः, चिन्तनं किं चिन्तनं? रिङ्ग् शयङ्ग्लिश् इत्यस्य प्रसक्तिः अस्ति वा भवादिगणे इति प्रश्नः. श प्रत्ययः शप् अपि श प्रत्ययः एव किल. किन्तु शप् अन्यत् अस्ति, श अन्यत् अस्ति इति मम चिन्तनम्. शकारागि इति न उक्तं खलु, अत्र श इति एव प्रत्ययः इति स्पष्टतया उक्तं, शकारागि प्रत्ययः इति न. तदानीं तु प्रसक्तिः नास्ति, प्रसक्तिः एव नास्ति. भव्या भगिनी, भवत्याः ऐ डोण्ट् हियर् यु वेरि क्लियर्ली, इट् कीप्स् फेडिङ्ग् औट्. अस्तु भगिनि, इदानीं श्रूयते वा? आम्, इट्स् अ लिटल् बेटर्. अन्यत् मम किं भवति इत्युक्ते, एकं हेड्सेट् स्वीकृत्य अहं सम्भाषणं करोमि चेत्, अन्यत् स्वीकरोमि चेत् न शृणोति. मम दूरवाणी रीबूट् करणीयं भवति. इदानीं श्रूयते वा भगिनि? दिस् इस् गुड्. अस्तु भगिनि, अस्तु. तर्हि अहं चिन्तयामि, मम कोष्टकं पूरितवती चिन्तयामि. प्रथमं सारधातुकार्धधातुकं तदपि अहं योजितवती. तत्र कीदृशं कार्यं भवति? द्विवादिगणे, त्वादिगणे, द्विवादिगणे कथं भवति? प्रसक्तिः अस्ति वा, प्राप्तिः अस्ति वा इति किञ्चित् चिन्तयामः. मीना भगिनी वदति वा? सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः द्विवादिगणे, तुदादिगणे, भ्वादिगणे, एकैकं स्वीकृत्य पश्यामः. आम्, द्वादिगणे प्रसक्तिः अस्ति, प्राप्तिः अपि अस्ति. द्विवादिगणे प्रसक्तिः अस्ति, प्राप्तिः न अस्ति. कारणं द्विवादिगणस्य प्रत्ययः ष्यन् अस्ति, ष्यन् अपित्, अपित् ङित्वत् अस्ति इति गुणः न भवति. अस्तु भगिनि, केन सूत्रेण ङित्वत् भवति? ङिति च सार्वधातुकम् अपित् नित्वत् इति नित् इति सूत्रेण, सार्वधातुकम् अपित् इति सूत्रेण निद्वत् भवति. अनन्तरं नितीच इति सूत्रेण गुणनिषेधं भवति. आम्, द्विधातिगणे अपि सादृशम् अस्ति, शा प्रत्ययः अपित् अस्ति, तदर्थं सार्वधातुक अर्धधातुकयोः इति प्रसक्तिः अस्ति, प्राप्तिः नास्ति. अस्तु भगिनि, अनन्तरं सुब्रह्मण्य महोदय पुनः पुगन्तलघुपदस्य च इति सूत्रस्य कार्यम् अस्ति वा? पुगन्तलघुपदस्य तत्तु भुवादिगणे तस्य प्रसक्तिः अस्ति, प्राप्तिः अपि अर्हति अत्र पुगन्तलघुपदस्य. दिवादिगणे तुदादिगणे तस्य प्रसक्तिः अस्ति, परन्तु प्राप्तिः नार्हति भगिनि, अत्र प्राप्तिः न भवति. किमर्थं चेत् अत्र अपि सार्वधातुकम् अपि कारणात् अत्र पुगन्तलघुपदस्य इत्यस्य प्राप्तिः नास्ति. अस्तु, धन्यवादः. तर्हि श्वः अहम् एतं कोष्टकम् अहं महोदयं प्रेषयित्वा किमपि परिशीलनम् अस्ति चेत् अग्रिमसप्ताहे वदामि यत् वयम् इदानीं चर्चितवन्तः. भगिन्या भवताम् ईपत्रसङ्केतं ददाति चेत् अहं सी सी करिष्यामि. आं भगिनि, ईमेल् वा? लिखति वा? लिखामि भगिनि. रामप्रिया हेच् कण्टिन्यूस् वा? रामप्रिया कण्टिन्यूस् हेच् अट् जीमेल् डाट् काम्. महोदयस्य कुरुगण्टि के यु आर् यु जि ए एन् टि ऐ एस् एट् याहु डाट् काम्. के यु आर् यु वा? के यु आर् कुरुक्षेत्र इति कुरु, कुरु अनन्तरं गण्टि ग न ट गण्टि जि ए एन् टि बि ऐ वा? टि टि एस् इन् टाम् अस्ति. सुब्रह्मण्यम् अस्तु. गुरुघण्टि एस् अस्तु महोदय, याहू डाट् काम्. न गु नाम भगिनि, प्रथमं तु का अस्ति? अहं प्रेषयामि भगिनि. मीना भगिन्याः मम समीपे अस्ति मन्ये खलु? अहं सुब्रह्मण्य महोदयस्य ईमेल् प्रेषयामि. धन्यवादः भगिनि. तर्हि वयं दृष्टवन्तः प्रसक्तिः प्राप्तिः इत्यस्य विषये दृष्टवन्तः सर्वेषां सूत्राणां. तर्हि इदानीं प्रायः महोदयस्य करपत्रं पुनः स्वीकृत्य पुनः ऋकारान्तदातः इति अस्मात् आरभ्य पुनः परिशीलयामः. तर्हि सुब्रह्मण्य महोदय आरम्भं करोति. अत्र ह्रस्वरुकारान्तधातवः अथवा दीर्घरुकारान्तधातवः? ऋकारान्तधातवः. तुदादिगणे चत्वारः ऋकारान्तधातवः सन्ति, मृङ् पृङ् दृङ् धृङ् च. इमे सर्वे नितः, अतः अनुदात्तनित आत्मनेपदम् इत्यनेन आत्मनेपदिनः. तुदादिगणे शपं प्रबाध्य शविकरणप्रत्ययः आयाति इति ज्ञातम्. तस्मात् कारणात् अत्र ऋङ् शयग्लिङ्क्षु इति सूत्रं कार्यं करोति. अनेन ऋकारान्तधातूनां ऋङ् आदेशः भवति. शप्रत्ययः परे अस्ति चेत् क्रमेण इदं कार्यम् अवलोकयेम. तुदादिगणीयः मृङ् प्राणत्यागे इति धातुः. अयं मृङ् धातुः यदि भुवादिगणे अभविष्यत् तर्हि लटिकिं रूपम् अभविष्यत् इति चिन्तयेम. ञकारस्य इत्संज्ञा अतः मृ अवशिष्यते. नित् अतः अनुदात्तनित आत्मनेपदमित्यनेन आत्मनेपदि धातुः. अत्र यदि भुवादिगणे अस्ति तर्हि तस्य रूपं किं भवति इति दत्तमस्ति. मृ योगः शप् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः मृ मर् भवति. मर् योगः अ मर इति अङ्गम् आत्मनेपदी धातुः अस्ति तत्कारणात् मरयोगः ते मरते. इदं केवलं चिन्तनार्थम्. अयं मृङ् धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति. अग्रे पठामि यदि यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम. मृ योगः श मृ योगः अ सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्राप्तिः सार्वधातुकम् अपित् इत्यनेन श नित्वत् निति च इत्यनेन गुणनिषेधः इको एणच् इत्यनेन एन् सन्धेः प्राप्तिः तत्कारणात् अत्र यन् सन्धेः इत्युक्ते इकः स्थाने यन् आदेशः भवति तत्कारणात् अत्र मृ भवति म्र इति अङ्गं म्रयोगः ते म्रते. इदं केवलं चिन्तनार्थम्. वास्तवे इको एणचि किमर्थं सार्वधातुके अर्धधातुके इति प्रभाद्य सार्वधातुकमपि कार्यं करोति इति पुनः भगिनि कथं सार्वधातुकमपि इति कार्यं भवति कथं सार्वधातुक अर्धधातुको युः इति सूत्रं प्रभाद्य सार्वधातुकमपि इति सूत्रस्य कार्यं सम्भवति अत्र इति अत्र सार्वधातुक अर्धधातुक प्रथमं तु शविकरणप्रत्ययः शा तु षित् अस्ति तत्कारणात् तिंषित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञा भवति. तत्कारणात् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्राप्तिः भवितुम् अर्हति. परन्तु अत्र स च शविकरणप्रत्ययः अपित् अस्ति तत्कारणात् यतोपि विकरणप्रत्यय सार्वधातुकमस्ति परन्तु अपित् अपि अस्ति तत्कारणात् सार्वधातुकम् अपित् इति आयाति अत्र. अस्तु महोदय, तर्हि गुणनिषेधः भवति. किमर्थं तत्कारणात् किमर्थं पृष्टवती इत्युक्ते अत्र अन्तरङ्गसूत्रम् इति आयाति. यदि सार्वधातुक अर्धातुक इत्यनेन गुणप्राप्तिः भवति चेदपि पुनः निति च इति सूत्रम् आगत्य तेन तस्य गुणनिषेधकं भवति. तर्हि अस्य नाम अन्तरङ्गसूत्रम् इति वदामः. यत्र कार्यं भवति चेदपि अग्रे अनन्तरं कार्यम् आगत्य तस्य तं प्रभावयति तर्हि न भवति एव सार्वधातुकार्थदातुकयोः प्रसक्तिः अस्ति चेदपि तत्र न सम्भवति. तस्य नाम अन्तरङ्गसूत्रम् इति. अस्तु अस्तु भगिनि. अपवादसूत्रम् अन्तरङ्गसूत्रम् इति कः भेदः? अपवादसूत्रम् इत्युक्ते यत्र पूर्वपद अन्तरङ्गपवा पूर्वपद अन्तरङ्ग नास्ति. एतत्तु नित्यसूत्रमस्ति. नित्य अन्तरङ्गपवाद नित्यसूत्रमस्ति अतः कार्यं करोति. क्षम्यता महोदय, मम दोषः अभवत्. नित्यसूत्रमस्ति अन्तरङ्ग इत्युक्ते अहं वदामि यत्र यत्र अन्तरङ्ग इत्युक्ते आदौ नित्यसूत्रमिति पूर्वसूत्रमस्ति. बलवद् भवति पूर्वं पूर्वस्य अपेक्षया परसूत्रं बलवद् भवति. एका परिभाषा अस्ति पूर्वपर नित्य अन्तरङ्ग अपवादसूत्राणाम् उत्तरोत्तरं बलीयः इति. तर्हि पूर्वसूत्रस्य बलात् परसूत्रस्य अधिकं बलं भवति. तर्हि अत्र एकस्मिन् एव समये पूर्वसूत्रं परसूत्रम् इत्यस्य प्रसक्तिः भवति, द्वयोः अपि प्रसक्तिः भवति चेत् परसूत्रस्य एव कार्यं भवति. किमर्थम् इत्युक्ते परसूत्रं बलवत् भवति. अनन्तरं चिन्तनं किं भवति इत्युक्ते नित्यसूत्रम् इति अस्ति. यत्र नित्यसूत्रम् अत्र अस्ति खलु, सार्वधातुक अर्धधातुकयोः इति सूत्रात् गुणं भवति. किन्तु सार्वधातुकमपि निति चैतन्येन अत्र गुणनिषेधकमपि भवति. गुणं भवति चेदपि अनन्तरं निति च आगत्य गुणनिषेधं करोति, तर्हि सार्वधातुकस्य कार्यमेव न सम्भवति. किमर्थम् इत्युक्ते पुनः निति च आगत्य तत् कार्यं न इति करोति खलु, तर्हि तत् नित्यकार्यं भवति. तर्हि परसूत्रस्य अपेक्षया अत्र तथा एव कार्यं परसूत्रमस्ति. सार्वधातुक अर्धधातुकयोः इति सूत्रं सप्तम अध्याये तृतीयपादे अस्ति. नितीच इति सूत्रं प्रथम अध्याये प्रथमपादे अस्ति. तथापि नितीच इत्यस्य कार्यं भवति. किमर्थम् इत्युक्ते नितीच इति नित्यसूत्रं भवति. तर्हि परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति. अनन्तरम् अन्तरङ्गसूत्रम् इति पश्यामः. अन्तरङ्गसूत्रम् इत्युक्ते यस्य कार्यक्षेत्रं न्यूनं, यथा वयं वदामः खलु इको एनचि इति अस्ति. इको एनचि इति सामान्यसूत्रमस्ति. किन्तु सार्वधातुक अर्धधातुकयोः इति सूत्रं किं भवति, क्षम्यताम्, इको एनचि इति समानसूत्रं, सामान्यसूत्रं भवति. अन्यत् सूत्रं वदामः चेत् प्रायः एतद् वदामि खलु, गुणं भवति गुण इको यण् अचि इति अचि परे इति वदति. किन्तु अस्माकं वृद्धिसूत्रं किं भवति, किं किं वदति, वृद्धिसूत्रं जानाति वा, यत्र वृद्धिः भवति वृद्धिरादे वृद्धिरादैच् ऐच् तस्य यत्र इको यण् अचि इत्यस्य अचि इत्यस्य कार्यक्षेत्रं बृहत् अस्ति. किन्तु ऐच् इत्यस्य कार्यक्षेत्रं न्यूनमस्ति. तर्हि यत्र न्यूनं भवति तस्य प्रसक्तिः अधिकं भवति. तर्हि किं भवति, वृद्धि आद् ऐस् परे अस्ति चेत् वृद्धिः भवति इति तस्य सूत्रस्य गुण इकोणचि प्रभाद्य वृद्धिः भवति, वृद्धिराचेत् इति सूत्रं, यत्र एकारः परे अस्ति चेत्. क्षम्यतां, वृद्धि आदेचिति संज्ञासूत्रमस्ति खलु, प्रथमसूत्रं किल, अष्टाध्याये संज्ञासूत्रमस्ति. किन्तु वृद्धि कुत्र भवति, तत्र सूत्रं तदपि वृद्धिः किम्, एकनिमिषं भगिनि, अत्र महोदयस्य करपत्रे यत्र इको यन् अचि अस्ति, तर्हि इकः परे अण् अस्ति चेत् अचि अन् आगच्छति अचि परे इति अस्ति. किन्तु वृद्धिरेचि किं वदति, एचि परे इति अस्ति. तर्हि तस्य एच् इति प्रत्याहारे के के वर्णाः सन्ति, ए ओ ऐ औ चत्वारः एव सन्ति खलु. किन्तु अचि इति अस्मिन् कति वर्णाः सन्ति, सर्वे स्वराः, सर्वे स्वराः. तर्हि वृद्धिर् एचि इत्यस्य कार्यक्षेत्रं न्यूनं, वृद्धिरेचि इत्यस्य. इको एनचिस्य कार्यक्षेत्रं बृहत् अस्ति, खलु. तर्हि वृद्धिरेचि इत्यस्य बलम् अधिकं भवति, अतः एव वृद्धिरेचि कार्यं करोति यत्र एकारः परे अस्ति चेत्. अस्तु, तर्हि तत् अस्ति अन्तरङ्गसूत्रमिति. यत्र यस्य कार्यक्षेत्रम् अन्तरङ्गम् अस्ति, न्यूनम् अस्ति, तत् अन्तरङ्गसूत्रं भवति. अनन्तरं किम् अस्ति चेत् अपवादसूत्रमस्ति. अपवादसूत्रं किम् अस्ति इत्युक्ते एक एव स्थाने तस्य कार्यं सम्भवति. यदि तस्य कार्यं तस्मिन् स्थाने तस्य तस्मिन् निमित्तं निमित्ते न सम्भवति चेत् कार्यस्य कार्यं सूत्रं निरवकाशं भविष्यति. उदाहरणार्थम् अत्र इको एनचि इति अस्ति, तत्तु सामान्यसूत्रमस्ति. अनन्तरमस्ति अचिष्णुदातु ध्रुवं योरिवङ्गो इति अस्ति. यदि इको एनचि सामान्यसूत्रं वर्णनिमित्तिकं कार्यमस्ति, यत्र कुत्रापि तस्य कार्यं सम्भवति. किन्तु अचिष्णुधातु ब्रुवान् युवरिङ्ग किं वदति, ष्णु प्रत्यये परे अस्ति चेत् अस्ति खलु. नो चेत् उकारान्त इकारान्त उकारान्तधातोः परे अच् अस्ति चेत् एतस्य ष्णु ष्णु अङ्गस्य परे अच् अस्ति चेत् नो चेत् इकारान्त उकारान्त अङ्गस्य परे अच् प्रत्ययः आगच्छति चेत् तस्मिन् एव समये एतस्य सूत्रस्य कार्यं भवति. यदि यदि अत्र कार्यं न सम्भवति चेत् एतस्य एतत् सूत्रं तु निरर्थकं भविष्यति. अतः अपवादसूत्रम् इति वदामः. तर्हि अपवादसूत्रस्य किमर्थं पाणिनिना किमर्थं वक्तव्यं, यत् यदि इकोणचि एव कार्यं करोति चेत् अस्य अस्य सूत्रं किमर्थम् एतत् सूत्रं किमर्थं पाणिनिः उक्तवान् इति एव प्रश्नः भवति खलु. किमर्थं नूतनत्वे एकं सूत्रं यस्य कार्यमेव न सम्भवति, न आवश्यकं खलु, त्यजामः खलु, एतस्मिन् सन्दर्भे न उपयोगं कुर्मः चेत् किमर्थम् एतस्य सूत्रस्य आवश्यकता, त्यक्तुं शक्नुमः खलु. किमर्थं पाणिनिः योजितवान् इति एव प्रश्नः भवति. तर्हि एतत् सूत्रं यत्र अपवादम् इति आगच्छति तस्य एव कार्यं न भवति, तदेव बलवद् भवति. अहं चिन्तयामि प्रायः एतावत् पर्यन्तं महोदय न कृतवान् चेत् अग्रे गत्वा महोदय करिष्यति एतस्य विषये, एतस्मिन् विषये यत्र एकैकं स्वीकृत्य महोदय परिशीलयति. सः उक्तवान् किन्तु अन्तरङ्गसूत्रम् इति वार्ता न उक्तवान् इति मम चिन्ता. अस्तु अस्तु भगिनि, अत्र नित्यसूत्रमस्ति, क्षम्यता मम दोषः, इति चेत् नित्यसूत्रमस्ति अतः कार्यं भवति. एकदा यदा नित्यसूत्रं वा सामान्यसूत्रं वा भवति चेत् सर्वदा तदैव अस्ति वा, तस्य परिवर्तनं भवति वा? परिभाषा किं वदति, यत्र यत्र यत्र पूर्वसूत्रस्य अपेक्षा परसूत्रं, परसूत्रस्य अपेक्षा नित्यसूत्रमस्ति. तर्हि अत्र इको एनचि इति सार्वधातुकार्धात्योः इत्यनेन गुणकार्यं सम्भवति, किन्तु इति च इति वदति न भवतु इति वदति. तर्हि अस्मिन् सन्दर्भे नित्यसूत्रस्य एव प्रसक्तिः अधिकं भवति. न न मम प्रश्नः अस्ति, यदा वयं वदामः सार्वधातुकार्धधातुकयोः नित्यसूत्रम् इति सर्वदा किमर्थम् इत्युक्ते सार्वधातुकयोः कार्यं सम्भवति चेदपि पुनः वयं निति च इति एव कर्तव्यं खलु. किमर्थम् इत्युक्ते सार्वधातुकमपि इति आगत्य निषेधमपि कर्तव्यम् अस्माभिः. तर्हि यत् वयं गुणं कृतवन्तः तत् पुनः विपरीतक्रमेण कर्तव्यं भवति खलु. मृ इत्यस्य मर् इति आदौ लिखामः, किमर्थम् इत्युक्ते सारदात्र इति चिन्तयित्वा. किन्तु अनन्तरं किं भवति, नितिचेति सूत्रम् आगत्य वदति न न इदानीं गुणं निषेधकं भवति, तर्हि मृ इति एव लिखतु इति. तर्हि आदौ प्रथमसोपानं किमर्थं नावश्यकं खलु, तर्हि द्वितीयसोपानमेव वयं स्वीकुर्मः. नित्यसूत्रमस्ति चेत् सर्वदा सर्वत्र कार्यं करोति. तस्य किन्तु नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रस्य बलम् अधिकं भवति. पूर्वपर नित्य अन्तरङ्ग अपवाद. कति पाठे महोदय लिखितवान् पूर्वपर दिवादिगणे दिवादिगणे अस्ति प्रथमपुटे अस्ति दिवादिगणः इति पत्रे प्रथम पारा सुदादिगण गणस्य तत्रापि तत्रापि अस्ति अस्ति आम् आम् प्रथमपरिच्छेदे अपवाद अपवादानाम् उत्तरोत्तरं बलीय परसूत्रं बलमस्ति परसूत्रस्य नित्यसूत्रं बलमस्ति नित्यसूत्रस्य अन्तरङ्गसूत्रं नारोस्कोप् बलमस्ति तस्य अपवादसूत्रं बलमस्ति अपवादमस्ति निरवकाशं भवति इति कारणेन बलमस्ति आं भगिनि वस्तुस्थितिः का इति अग्रे पश्येम मृ प्राणत्यागे मृयोगः श मृयोगः अ इकोयणचि इत्यस्य प्राप्तिः तत् प्रबाद्य सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः सार्वधातुकम् अपित् इत्यनेन अपित्वात् नित्वत् निति च इत्यनेन नित्वात् गुणनिषेधः रिङ् शयङ् लिङ्षु इत्यनेन श प्रत्यये परे ऋकारान्तस्य अङ्गस्य रिङ् आदेशः मृधातोः पूर्णतया स्थाने रि निच्च इत्यनेन आदेशः नित् चेत् तर्हि अनेकाल्चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः इं मकारः योगः रि योगः अ मृयोगः अ इकोयनचि इत्यनेन यण्सन्धिः प्राप्तिः श प्रत्ययः अजादिः अपित् अतः यण्सन्धिः प्रबाद्य अचिष्णुधातुभुवां योर्यङौ इत्यनेन इयङ् आदेशः इयङादेशः नित् अस्ति निच्च इत्यनेन अन्त्यस्य एव आदेशः इकारस्य स्थाने इय इ आदेशः मृ योगः इ योगः अ मृय योगः अ मृय इति अङ्गम् म्रियते इति आत्मनेपदी रूपम् तत्र तु प्रथमम् इको एणचि इत्यस्य सूत्रस्य प्राप्तिः अस्ति प्राप्तिः एव किल प्रसक्तिः प्रसक्तिः प्रसक्तिः अस्ति महोदय इत्यनेन यन् प्राप्तिः भवेत् प्रसक्तिः अस्ति इति एव महोदय तदेव चिन्तितवान् किन्तु प्राप्तिः तत् प्रबाद्य सार्वधातुक आर्धधातुकयोः इत्यनेन गुण प्रसक्तिः तदपि न भवति किमर्थं चेत् शकारः तु अपित् अस्ति सार्वधातुकम् अपित् इत्यनेन अपित्वात् नित्वात् निति च इत्यनेन गुणनिषेधः अनन्तरं रिङ्शयङ् लिङ्षु इत्यनेन ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति श प्रत्यये परे मृ धातोः पूर्णतया स्थाने प्रथमं रि आगच्छति निच्च इत्यनेन आदेशः ङित् अस्ति चेत् अनेकाल्चेदपि अन्त्यस्य एव स्थाने इति भवति तदानीम् इं योगः रि योगः अ मृ योगः अ अनन्तरं इकोयणचि इत्यनेन यण्सन्धिः प्रसक्तिः एव किल प्रसक्तिः एव अनन्तरम् आगच्छति परन्तु श प्रत्ययः अजादिः अपित् अस्ति तदानीं यण् सन्धि प्रबाद्य अचिष्णुधातु ब्रुवां युवोर्यङौ इत्यस्य कार्यं भवति इयङ् आदेशः भवति अन्त्यस्य एव निच्च इत्यनेन अन्त्यस्य एव आदेशः तद् मृयोगः इय योगः अ मृय रिय इति अङ्गं रियथे इति रूपम्. अत्र एकः प्रश्नः उदेति, यदा रिङ् आदेशः विहितः तदा म्रि इति रूपम्, अस्यां स्थित्यां धातुसंज्ञा नास्ति किल, तर्हि अचिष्णुधातुभ्रुवां युवोर्यङ्गौ इत्यस्य प्रसक्तिः कथम्? तत्र एकः प्रश्नमस्ति, रिङ् आदेशः भवति, प्रथमं तु मृ इति धातुः अस्ति, तत्र रिङ् शयङ् लिङ्षु इत्यस्य सूत्रस्य कारणेन ऋकारान्ते अङ्गस्य रिङ् मृ इति भवति. अस्य स्थित्यां धातुसंज्ञा, तद् तु धातुसंज्ञा नास्ति, परिवर्तनं भवति. अनन्तरं किमर्थम् अचिष्णु धातुभ्रुवां युवर् युवङ्गौ इत्यस्य प्रसक्तिः किमर्थम् इति प्रश्नः. तस्य उत्तरमस्ति, आदेशस्य योजनेन, आगमस्य योजनेन च धातुः धातुः एव तिष्ठति, स्वस्य धातुसंज्ञा तिष्ठति. मृ मृ इत्यस्य विकारेण मृ तदानीं धातुः, तस्य धातुसंज्ञा तदानीम् अस्ति, यतः रि इति आदेशः. अनन्तरम् इयङ् इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते. म्रि म्रिय अयमपि धातुः, परन्तु एकवारं यदा विकरणप्रत्ययः संयोजितः तदा धातुसंज्ञा न तिष्ठति. म्रियोगः अम्रिय, ष इति विकरणप्रत्ययः, तस्य पृथक् प्रत्ययसंज्ञा अस्ति, अतः तस्य संयोजनेन म्रिय इति अधुना धातुः नास्ति. अस्यां दशायां धातुसंज्ञा न तिष्ठति, अधुना अङ्गसंज्ञा एव वर्तते. उत्तरमस्ति, आदेशस्य वा आगमस्य वा धातुः धातुः एव तिष्ठति. तस्य विकर्णप्रत्यययोजनान्तरम् एव तद् धातुसंज्ञा अङ्गसंज्ञा इति परिवर्तनं भवति. तदानीं तत्कारणात् अय अचिष्णुधातुभ्रुवां युवर्युवङ्गौ इति सूत्रस्य प्रसक्तिः अस्ति इति. अस्तु भगिनि, तर्हि लोपः भवति चेत् कथं भवति? धातुसंज्ञा तिष्ठति वा गच्छति वा? आगमस्य आदेशस्य लोपः भवति चेदपि अस्ति एव अहं चिन्तयामि भगिनि. आं भगिनि, आदेशः एव. व्याकरणे व्याकरणे लोपः अपि लोपादेशः इति वदामः. लोपादेशः तुदादिगणे चत्वारः ऋकारान्तदातवः मृङ् प्राणत्यागे म्रियते, पृङ् व्यायामे कार्ये निमग्नः भवति प्रियते, दृङ् आदरे आदरं प्रकटयति द्रियते, दृङ् अवस्थाने स्थितः भवति जीवितः भवति ध्रियते. एकं स्वीकृत्य तस्य पुनः वदति वा भगिनि सोपानानि? पृङ् प्रियते, म्रियते, ओके, पृङ् प्रियते, पृ इङ् ङित् अस्ति, हलन्त्यम् इति यित् संज्ञा अस्ति, पृ एव तिष्ठति, पृ योगः श पृ योगः आ भवति केन सूत्रेण? लशक्त्व लशक्तु तदिदे इति सूत्रेण. आदौ शकारः अस्ति चेत् तदपि इत् संज्ञा अस्ति, अकारः एव तिष्ठति, प्रयोगः आ इको यणचि सन्धि प्राप्तिः अस्ति, परन्तु पूर्वपरयोः परसूत्रस्य बलः अधिकमस्ति, अतः सार्वधातुक सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणप्राप्तिः अस्ति, परन्तु सार्वधातुकमपित् इति संज्ञासूत्रमस्ति इति आतिदेशिकसूत्रम् आतिदेशिक इति डेफिनिशन् संज्ञासूत्रं नास्ति, नामकरणं नास्ति, सार्वधातुकम् अपि नित् इति भवति, निद्वत् नित् इति. अतिदेश इत्युक्ते गुणपरिवर्तनं यत्र सम्भवति तस्य नाम अतिदेश. संज्ञा इत्युक्ते नामकरणं, किन्तु अतिदेश इत्युक्ते गुणपरिवर्तनम्. अत्र सार्वधातुकम् अपि साक्षात् मूलरूपेण नित् नास्ति खलु, तस्य नकार एव नास्ति, किन्तु नित् इति नित्वद् भवति इति वयम् आरोपयामः गुणम्. सूपर् अग्रे गत्वा एतत् नित्वद् भवतु इति गुणम् आरोपयामः, तर्हि तस्य सूत्रस्य नाम अतिदेशसूत्रम्. सूपर् इम्पोसिशन् ओके. अतिदेशसूत्रम् अतिदेशं सूत्रमपि सर्वथा भवति. अतिदेशसूत्रम् इति यत्र वयं नामकरणम् इति संज्ञासूत्रम् इति वदामः तादृशम् अतिदेशसूत्रम् इति सूत्रस्य सूत्राणां विभजनं कुर्मः चेत् कतिचन सूत्राणि कानिचन सूत्राणि संज्ञासूत्राणि भवन्ति, यथा वृद्धिरादैत् आदैच्छति इति सूत्रमस्ति खलु, तदनन्तरम् अदेङ्गुणः इति एङ्गुणः भवति, गुणः इति संज्ञा भवति, अकारस्य एकारस्य उकारस्य इति अदेङ्गुणः इति संज्ञासूत्रं भवति. अन्यत् दृष्टवन्तः खलु वयं सार्वधातुकं तिंषित् सार्वधातुकम् इति, यत्र तिङ् अस्ति षित् अस्ति चेत् तस्य नामकरणं सार्वधातुकम् इति भवति, तत् संज्ञासूत्रं भवति, तादृशसूत्राणि संज्ञासूत्राणि. अनन्तरं वयं विधिसूत्राणि इति अस्ति, यत्र आगमः वा आदेशः वा लोपः वा भवति चेत् तस्य विधिसूत्रम् इति वदामः, इकोयनचि इति, तत् विधिसूत्रं भवति. इकः स्थाने यन् आगच्छति अचि परे, तर्हि विधिः विधीयते, तत् विधि तादृशसूत्राणि विधिसूत्राणि इति वदामः. तादृशमेव परिभाषासूत्राणि इति सूत्राणि अपि सन्ति, यत्र सहायं करोति, स्वयं सूत्रस्य किमपि कार्यं नास्ति किन्तु अन्यसूत्रं सहायं करोति, यथा अलोन्तस्य येन विधिस्ततन्त्रस्य तादृशसूत्राणि तत् परिभाषासूत्राणि इति वदामः. तादृशं षड्विधाः सन्ति सूत्राणां, संज्ञासूत्रं सूत्रं विधिसूत्रं सूत्राणि अधिकारसूत्राणि. अधिकारसूत्राणि इत्युक्ते अनुवृत्तिः आगच्छति खलु, यत्र धातुः यत्र अङ्गम् इति सूत्रे दत्तं न दत्तमस्ति किन्तु अङ्गस्य इति अनुवृत्तिः आगच्छति, तर्हि तादृशम् अधिकारसूत्राणि भवन्ति. अनन्तरम् अतिदेशसूत्राणि, परिभाषासूत्राणि यत्र सहायं करोति. षष्ठ अस्ति नियमसूत्रम् इति वदति. संज्ञासूत्रं विधिसूत्रं परिभाषासूत्रम् अधिकारसूत्रम् अधिकारतोषं सूत्रम् अतिदेशसूत्रं परिभाषासूत्रं नियमसूत्रम् नियमसूत्रम् उदाहरणम् अहं विस्मृतवती, अहं सम्यक्तया इदानीं सम्यक्तया न जानामि. हा, नियमसूत्रं न श्रुतवती भगिनि. नियमसूत्रं नियमं नियमसूत्रं संज्ञासूत्रं नामकरणं, विधिसूत्रम् आगमः आदेशः वा लोपः वा भवति चेत् तस्य विधिसूत्रमिति, अधिकारसूत्रम् अनुवृत्तिः यत्र आगच्छति इति अङ्गस्य प्रा इति अनुवृत्तिः आगच्छति चेत् तादृशसूत्रम् अधिकारसूत्रम्. अतिदेशसूत्रं चतुर्थं गुणपरिवर्तनं, गुणम् आरोपयति अन्यत् गुणम् आरोपयति तत् अतिदेशसूत्रं. परिभाषासूत्रं यत्र सहायं करोति, स्वस्य किमपि कार्यं नास्ति किन्तु अन्यत् सूत्रम् अन्यान् सूत्राणि सहायं करोति तत् परिभाषासूत्रं. षष्ठ अस्ति नियमसूत्रम्. नियमसूत्रं किञ्चित् अहम् अमामपि किञ्चित् तत्र सहायता आवश्यकी भगिनि. अहं किमपि महोदय पूर्वं पाठयितवान् अस्मान् किन्तु अहं विस्मृतवती सम्यक् इदानीं न स्मरामि. इदानीं समयः भवतु तर्हि अग्रे पठतु भगिनि, तत् पर्याप्तमिति. पृङ् इति करोमि, इदानीं समयः नास्ति इति मन्ये, तर्हि अग्रे पठामि. केवलं सूत्रस्य नाम अनुवृत्तिसहितम् इति तथापि पठतु. रिङ्ग् शयग्लिङ्क्षु अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य रिङ् इ असार्वधातुके शयग्लिङ्क्षु. अर्थं वदति वा? आम्, ऋकारस्य परे सिम्पति नास्ति खलु, ऋकारान्तस्य परे, ऋकारान्तस्य परे. केन सूत्रेण ऋकारस्य परे नास्ति किन्तु ऋकारान्तङ्गस्य परे इति केन सूत्रेण आगच्छति? साक्षात् ऋकारस्य परे अलोन्तस्य इति सूत्रेण आगच्छति. येन विधिस्तदन्तस्य इति सूत्रेण येन विधिस्तदन्तस्य वदति, यस्य विधिः येन विधिः तत् स्वस्य इव नास्ति किन्तु तदन्तस्य अपि भवति इति वदति, येन विधिः तदन्तस्य. किन्तु अलोन्तस्य किं वदति? अल्लन्तस्य यत्र आदेशः वा आगमः आदेशः भवति तत् अन्तिमवर्णस्य एव भवति, पूर्णतया न भवति इति. यत्र आदेशः यत्र अत्र एव पश्यामः खलु, अत्र ऋत अङ्गस्य रिङ् आदेशः भवति किन्तु ऋत अङ्गस्य पूर्णतया भवति वा रिङ् आदेशः? अङ्गस्य अन्तिमवर्णः ऋकारः, अन्तिमवर्णः ऋकारः अस्ति चेत् तत् तु ऋतः अङ्गस्य इत्यस्य वदति. ऋतः अङ्गस्य इति इत्यस्य अर्थः कः? ऋतः येन विधिस्तदन्तस्य इति सूत्रेण वयं किम् अवगन्तुं शक्नुमः? ऋत अङ्गस्य इति साक्षात् नास्ति किन्तु ऋकार अन्तङ्गस्य, ऋकारः यस्य अङ्गस्य अन्ते अस्ति तादृश अङ्गस्य इति वक्तुं शक्नुमः. किन्तु अत्र पुनः अग्रे उक्तमस्ति रिङ् इति आदेशः भवति इति. आदेशः अनेक पूर्णतया भवति वा कुत्र भवति आदेशः? अनेकवर्णः अस्ति अतः अनेकाल्षित् सर्वस्य इति सूत्रेण. किन्तु साधारणसूत्रं किम् अस्ति अस्माकं? सामान्यसूत्रं किम् अस्ति अलोन्तस्य इति सूत्रेण किं भवति? अन्तिमवर्णस्य एव आदेशः भवति. भवति आम्, तर्हि तस्य कृते एव अलोन्तस्य सूत्रम् आगच्छति. कुत्र भवति इत्यस्य प्रश्नस्य उत्तरम् अन्तिमवर्णस्य एव स्थाने भवतु इति वदति सामान्यसूत्रं, किन्तु अत्र अनेकाल् अस्ति तर्हि किं भवति? तर्हि पूर्णतया आदेशः भवति. भवति स्म किन्तु तथा नास्ति. निच्च इति सूत्रं कार्यं करोति. रिङ् इत्यस्य ञ इत् संज्ञा इत् वर्णः अस्ति अतः अन्तिमवर्णस्य एव आदेशः भवति. यथा अलोन्तस्य सम्भवति अलोन्तस्य इति सूत्रस्य सम्भवति कार्यं तथा एव अत्रापि भवतु इत्यस्य भवतु. तर्हि अलोन्तस्य इति सामान्यसूत्रमस्ति, तस्य अपवादसूत्रमस्ति अनेकाश्चित् सर्वस्य. अनेकाश्चित् सर्वस्य इति सूत्रस्यापि अपवादस्य अपवादः अस्ति निश्चयति. धन्यवादः भगिनि. सुब्रह्मण्यमहोदय अग्रे पठति वा अग्रे सूत्रं? केवलं सूत्रम्, अनन्तरं कः किं सूत्रं भगिनि अत्र यस्मिन् विधिः ददातु वयं तदपि पश्यामः. यस्मिन् विधिः तदादौ अल्ग्रहणे इति परिभाषया इ नाम यकारादौ, यस्य आदौ यकारः तस्मिन् परे. इ असार्वधातुके च लिङ्गः विशेषणम्. येन विधिस्तदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारस्य इति अङ्गस्य भिन्नमस्ति. क्षम्यता महोदय. तर्हि इ इति तस्य किम् इत्युक्ते अत्र इ सार्वधातुके इति अस्ति, इ सार्वधातुके लिङ्ग् इति अस्ति खलु. तर्हि इ सार्वधातुके असार्वधातुके, क्षम्यताम्, यकारादि असार्वधातुके. तर्हि इ इत्युक्ते यकारादि इति कथं जानीमः? इ इति सप्तमी विभक्त्याम् अस्ति, इ इति हल् वर्णस्य सप्तमी विभक्तिः तर्हि अस्ति. तर्हि यस्मिन् विधिः, यत्र विधिः, विधिः परे अस्ति, विधिः अस्ति यस्मिन् विधिः, परे इ इति अस्ति खलु. यस्मिन् विधिः पूर्वमस्ति, किमपि कार्यं सम्भवति खलु, ऋङ् आदेशः भवति इति कार्यं तु पूर्वमस्ति. यस्मिन् इति परे अस्ति, तर्हि यस्मिन् अल् ग्रहणे, यत्र वयम् इ इत्यस्य ग्रहणं कुर्मः तस्मिन् समये तद् आदौ अपि ग्रहणं कुर्मः. इत्युक्ते इ इति साक्षात् इ असार्वधातुके इति नास्ति, किन्तु यकारादि असार्वधातु असार्वधातुके इति अर्थः भवति. पुनः एकवारं भगिनी किञ्चित्, यत्र वयम् इ इति गृह्णामः, यत्र वयम् इ ग्रहणे इति निमित्तसप्तमी अस्ति, अल् ग्रहणे इति अस्ति खलु, इ इत्यस्य यत्र ग्रहणं भवति सप्तमी ग्रहणं भवति, अत्र सप्तमी भवति अस्ति खलु, यत्र भवत् भवति महोदयस्य उदाहरणं कृतवान्, भवत् भवति, मरुत् मरुति, तादृशमेव किं भवत् शब्दस्य भवति इति भवति खलु चकारान्तस्य, तादृशं. तर्हि इ इत्यस्य सप्तम्यन्तं किं भवति, यकारस्य सप्तम्यन्तं, सप्तमी विभक्ति कथं भवति? यकारस्य तु इ भवति, इ भवति. तर्हि यस्मिन् अल्ग्रहण, यत्र इ इति वयं गृह्णामः सप्तमी विभक्त्यां गृह्णामः, यस्मिन् विधिः सप्तमी विभक्त्यां गृह्णामः तस्मिन् समये तत् आदौ तादृश आदिः यस्य अस्ति तदपि गृह्णामः इति. तस्य आदिः किम् अस्ति? यकारादि, यत्र येन विधिः तदन्तस्य इति वदामः खलु, यत्र विधिः साक्षात् ऋकारः नास्ति किन्तु ऋकारात् अङ्गस्य अपि वयं गृह्णामः, तथा एव वयम् इ इति सप्तमी विभक्तं यत्र वदामः तस्मिन् समये वयं तस्य आदौ यकारादौ ये ये सन्ति तादृशकृत्यान् अपि स्वीकुर्मः, तादृश. गतसप्ताहे वयं परिभाषा कृतवान् तदानीमेव वा, ये एतत् परिभाषा अपि सहायं करोति खलु अस्माकम् आगमनं. गतसप्ताहे आदौ तदादौ तद् अन्ते इति एकं परिभाषा कृतवन्तः किल, श्नु प्रत्य श्नु इति अङ्गस्य अचिष्णु दातु ध्रुवं, तदानीमेव किल एतदपि? आं भगिनि, तदानीमपि सामान्यं कार्यं, सामान्यम् अङ्गं नास्ति, वर्णः अस्ति इति. तत्तु धातोः कार्यम् उक्तवान्, अङ्गस्य कार्यं कृतवान्. एतत्तु यत्र इ इति अल् वर्णस्य सप्तमी यत्र पश्यामः तस्मिन् समये वयं किम् अवगन्तुं शक्नुमः, तत् इ इति स्वयं इ इति नास्ति किन्तु यकारादिप्रत्ययः इति, यकारः इति नास्ति, स्वयं साक्षात् यकारः परे अस्ति चेत् एव कार्यम् इति नास्ति, किन्तु यकारादिप्रत्ययः यत् परे अस्ति तस्यपि ग्रहणं भवति. नो चेत् किं भवति, यकारः परे इति वदामः चेत् अस्माकम् उदाहरणं भवति अत्र मृयोगः अहम् उदाहरणार्थं वदामि, ही वदामि, यकारः एव अस्ति चेदेव प्रायः कार्यं भवति, किन्तु यकारादि प्रत्ययः अस्ति चेत् अपि कीदृशः प्रत्ययः यकारादि असार्वधातुक लिङ्गप्रत्ययः अस्ति चेत् अपि कार्यं सम्भवति. केवलं यकार लिङ्गप्रत्ययः इति नास्ति, असार्वधातुक इति नास्ति, यकारादि. अस्तु भगिनि, तर्हि भगिनी सुब्रह्मण्यमहोदय अग्रिमपि वदति वा येन विशिष्टं अल्ग्रहणे इति किम् अर्थं भगिनि? अल्ग्रहणे यत्र सप्तमी विभक्त्याम् एकः अल् वर्णः वयं गृह्णामः चेत् अत्र इ इति पश्यामः, इ इति वयं यदि यदा गृह्णामः स्वीकुर्मः तस्मिन् समये सति सप्तमी इति पूर्वं दृष्टवन्तः खलु. अल् ग्रहणे किं सप्तमी? अल् अल् अल् वर्णः इत्युक्ते स्वरः वा हल्वा व्यञ्जनं वा भवेत्. अत्र यकार इ इति एकः एव अल् वर्णः अस्ति, यकारः इति एकः एव वर्णः अस्ति, एकः एव अल् वर्णः अल् वर्णः अस्ति खलु, व्यञ्जनमस्ति यकारः इति, तस्य सप्तमी अस्ति इ इति. तस्य यदा यदा वयं तादृशं पश्यामः तस्मिन् समये वयं साक्षात् इ इति न स्वीकर्तव्यं, किन्तु एकारादि इत्यपि स्वीकर्तव्यम् इति. अग्रे पठति, समयः अभवत्. किञ्चित् क्लेशः तु अस्ति तत्कारणात् एव अत्र. किमर्थं तद् दत्तमस्ति इति अपि मम प्रश्नः अस्ति अत्र. इदानीं किमर्थम् इत्युक्ते अस्य अस्माकम् इदानीं तुदादिगणे अस्य प्रसक्तिः किमपि नास्ति महोदय, यस्मिन् विधिः तदादौ अल्ग्रहणे इत्यस्य. किमर्थम् इत्युक्ते वयं तु अस्माकं तु अत्र रिङ्ग्लिषु श इति प्रत्ययः अस्ति, तर्हि परे अस्ति, तर्हि वयम् अवगच्छामः कार्यं भवति इति. किन्तु यकारादि इति किमर्थम् अस्ति चेत् अत्र सूत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् ऋतः अङ्गस्य रिङ् इ असार्वधातुके शयङ्ग्लिषु इति अस्ति. तर्हि अस्य सूत्रस्य अवगमनार्थं महोदयः अत्र दत्तवान्. अत्र सूत्रं किं वदति, ऋतः अङ्गस्य ऋकारात् अङ्गस्य इका रिङ् आदेशः भवति. निमित्तं के निमित्तानि कानि, के कस्मिन् कस्मिन् निमित्ते तथा भवति? यदा श इति भवतु प्रत्ययः परे अस्ति चेत्, यक् प्रत्ययः अस्ति चेत् अपि भवति. तृतीयकार्यमस्ति, तृतीयनिमित्तमस्ति इ यकारादि असार्वधातुक लिङ् प्रत्ययः परे अस्ति चेत्. तर्हि यकारादि इति किमर्थम् इति वदामः चेत् यस्मिन् विधिः तदादवल्ग्रहणे इति परिभाषा वदति, इ नाम यकारादि, साक्षात् यकारः नास्ति, यकारप्रत्ययः नास्ति, यकारादिप्रत्ययः इति. यस्य प्रत्ययस्य आदौ यकारः अस्ति तदपि तथैव स्वीकरणीयमिति. यकपि यकारादिप्रत्ययः किल? पुनः भगिनि, यकपि यकारादि. तर्हि महोदय तथैव उक्तवान्, तत्र ई सार्वधातुके शयङ्गिषु इति अस्ति खलु, अनुवृत्तिसहितम् आगच्छति ई सार्वधातुके इति. अन्यत् सूत्रात् वयम् आनयामः, तर्हि ई असार्वधातुके इति कस्य सह योजयामः, कस्य विशेषणम् अस्ति? शकारस्य विशेषणं भवितुम् अर्हति वा? शा इत्यस्य ई असार्वधातुके शा इति वक्तुं शक्नुमः? न वक्तुं शक्नुमः. किमर्थमिति शा साक्षात् प्रत्ययः चकारः एव अस्ति, तस्य यकारादि न भवितुम् अर्हति, सा एव आदौ अस्ति खलु. अनन्तरं यक् अस्ति, यक् इत्यस्य इ असार्वधातुके इति पुनः वक्तव्यमेव भविष्यति वा? न भविष्यति. किमर्थमित्युक्ते यकपि यकारादि अस्ति, तत्तु विशेषणं न भवति एव अस्य सूत्रस्य. तर्हि लिङ् इति अस्ति, तर्हि तत्र एव अस्य विशेषण लिङ् इत्यस्य एव विशेषणं भवति इति अवगमनार्थं महोदय दत्तवान्. अवगमनम्. सूत्रस्य अवगमन इदानीं तु अस्माकं प्रश्नः एव नास्ति, किमर्थम् इत्युक्ते श्वः अस्ति अस्माकम् इदानीं विकरणप्रत्ययः विकरणप्रत्ययः. किन्तु इदानीमेव वयम् अवगच्छामः चेत् अग्रे अग्रे पुनः पुनः यदा वयं सूत्राणि पठामः तस्मिन् समये पुनः पुनः एतादृशपरिभाषा आगच्छन्ति, तस्मिन् समये अस्माकं सम्यक् अवगमनं भवति. किमर्थम् इत्युक्ते आदौ एव किञ्चित् चर्चां कुर्मः, प्रायः इदानीं पूर्णतया वयं सम्यक्तया न जानीमः, किन्तु अग्रे गत्वा पुनः पुनः पश्यामः तस्मिन् समये दृढीकरोति खलु अस्माकं चिन्तनं. येन विधिः तदन्तस्य तत् अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य अर्थम् आवश्यकं भगिनी वा? विशेषणं तत् अन्तस्य एव भवति, स्वस्य रूपस्य एव भवति इति अर्थः. अत्र रिङ्क्षयं लिङ्क्षु इति सूत्रस्य प्रसक्तिः येन विधिस्तदन्तस्य इति ऋतः इति अङ्गस्य इति अर्थे न केवलं ऋतः इति अङ्गं ऋकारान्त अङ्गम् इति न, ऋकारः अस्ति चेदपि तस्य प्रसक्तिः अस्ति इति विपरीतरूपेण भगिनि. ऋ इति स्वस्य रूपस्य एव नास्ति, किन्तु अन्तस्य अपि भवति. अन्तस्य तदन्तस्य अपि भवति, स्वस्य रूपस्य अपि एव नास्ति, अन्तस्य अपि भवति विपरीतरूपेण. निच्च वदति वा? निच्च अनुवृत्तिसहितसूत्रं निच्च अन्त्यस्य अलः स्थाने. यदा अन्ते ङित् इति आदेशः अस्ति चेत् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति. धन्यवादः. इत्युक्ते न इति भवितव्यम् आदेशे, न इति भवितव्यं, न इत्यस्य लोपः अपि भवेत्, नित् भवेत्. तस्मिन् समये अन्त्यस्य पूर्णतया मास्तु, अनेके वर्णाः सन्ति चेदपि पूर्णतया मास्तु, किन्तु अन्त्यस्य एव भवतु इति. ऋङ् इत्यस्य अनेके वर्णाः सन्ति खलु, नकारस्य संज्ञा भवति, अनन्तरं रेपः अस्ति, इकारः अस्ति, अनेकल् अस्ति, एक एव अल् नास्ति, अनेके अल् वर्णाः सन्ति, द्वौ स्तः खलु, तर्हि द्वौ स्तः चेदपि अन्तिमवर्णस्य एव भवतु, न पूर्णतया मा करोतु इति. अस्तु भगिनि, मीना भगिनी अग्रे पठति वा हलि चेति? मीना भगिनि गतवती वा? भगिनि म्यूट् करोमि. हलि च इति सूत्रे यथा तथैव अचि श्नुधातु ब्रुवां युवोर्यङ्गुवङ्गौ इति सूत्रे अपिति परे इति परे इति परे वा नोक्तं न वा अनुवृत्तौ अस्ति, परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति पिति परे. अतः पाणिनेः वदनस्य आवश्यकता नासीत्. अर्धमात्रालाघवेन पुत्रोत्सव मन्यन्ते वैयाकरणाः इत्युच्यते, अर्धमात्रायाः अपि व्यर्थता न भवति अत्र अस्माभिः अनुमानेन अवगतमेव. सुब्रह्मण्यमहोदय अत्र हलिच इति सूत्रे यथा तथैव अचिष्णुधातुभ्रुवां योर्यङ्गवङ्गौ इति सूत्रे अपिति परे किति परे निति परे वा न उक्तं न वा अनुवृत्तौ अस्ति, परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति पिति परे. इत्युक्ते अत्र हलिच इति सूत्रं पिति परे पित् परे अस्ति चेत् तस्य कार्यं न सम्भवति इति अहं चिन्तयामि तथैव अस्ति खलु भगिनि अत्र यथा श्यन् प्रत्ययः अस्ति तत्तु पित् अस्ति तत्कारणात् एव अत्र हलिच इत्यस्य प्रसक्तिः अस्ति यदि पित् अस्ति चेत् तस्य प्रसक्तिः न भवति इति अत्र अहं चिन्तयामि हलीच इति प्रायः न चिन्तितवान् इति मन्ये हृतयद्धातोः इत्येव चिन्तितवान् इति मन्ये किमर्थम् इत्युक्ते हृतयद्धातोः एव खलु ऋकारस्य अर् भवति गुणः भवति हलीच इति तु वर्णनिमित्तिकम् अस्ति खलु धातु किमपि कार्यं नास्ति खलु उपधायाः अहं चिन्तयामि प्रायः तदेव चिन्तितवान् किन्तु समानमेव हलिच इत्यस्यपि नास्ति किमपि कित् कित् निति परे इति नास्ति तर्हि तादृशमेव अचिष्णशास्त्रि दातुभवान् यदि यदि यदि कित् अस्ति चेत् किं भवति अचि परे किं भवति कित् अस्ति चेत् किं भवति चेत् अत्र तु गुणकार्यं भवति खलु गुणकार्यं न भवति चेत् पित् नास्ति चेत् एव अत्र अचिष्णुदातुरूपम् इति कार्यस्य कार्यं सम्भवति पुनः पूर्वमेव वयं दृष्टवन्तः यथा हलि च तथैव अत्र अपि इति इदानीम् अवगच्छामि भगिनि तर्हि पुनः उक्तवान् अर्धम् अर्धमात्र लाघवेन इति प्रायः अत्र किञ्चित् प्रायः अर्धमात्रा लाघवेन पुत्रोत्सव यथा कदापि सरलता कुत्र भवति व्यर्थता न भवतु इति किम् इत्युक्ते यत्र वक्तव्यं तथैव वक्तव्यं खलु यत्र न आवश्यकं न वक्तव्यमेव यदि वदनस्य आवश्यकता एव नास्ति अपिति किति अपिति किति निति परे इति वदनस्य आवश्यकता एव नास्ति इति लाघवार्थं नो चेत् किं भवति परे वयम् अन्यत् अपिति इति परे इति सर्वम् अत्र आनयामः चेत् सूत्रस्य लघुसूत्रं न भवति खलु बृहत् सूत्रं भवति लाघवं नश्यति खलु लाघवार्थं ह्रस्वसूत्रमिति अवगमनमपि भवति खलु अस्माकम् अवगमनमपि इदानीं सम्भवति अग्रे महोदय अग्रे पठति वा अग्रे दीर्घरुकारान्तधातवः द्वौ धातु स्तः तुदादिगणे कृ विक्षेपे क्षिपति प्रसारयति गृ निगरणे इति द्वौ रूकारान्तधातु स्तः अधुना अस्माभिः दृष्टम् यत् ह्रस्वऋकारान्तधातूनां ऋङ् आदेशः भवति यथा मृङ् ऋङ् आदेशः मृ इयङ् आदेशः म्रिय शविकरणप्रत्ययः म्रिय इति अङ्गं योगः ते म्रियते अत्र दीर्घरुकारान्त धातु विवरणस्य प्रारम्भमस्ति अत्र अत्र प्रथमं तु ऋकारान्तधातूनां ऋङ्गादेशः कथं भवति इति पुनः दत्तमस्ति अनन्तरं अत्र दत्तमस्ति दीर्घरुकारान्तधातूनां क्रमः किञ्चित् भिन्नः अस्ति इति दत्तमस्ति अत्र स्मर्यते यत् दिवादिगणे दीर्घरुकारान्तधातुषु ऋकारस्य स्थाने इ आदेशः जृ भवति जि तुदादिगणे अपि तथा यथा दिवादिगणे दीर्घरुकारान्तधातु धातोः ऋकारस्य स्थाने इ आदेशः भवति तुदादिगणे अपि तथा एव भवति उभयत्र ऋत इद्धातोः इत्यस्य प्रसक्तिः अस्ति इत्युक्ते अत्र धातोः ऋ ऋकारान्तधातुः ऋकारस्य स्थाने ह्रस्व इकारः आदेशः भवति इति, परन्तु ततः अग्रे भिद्यते यतोहि द्विवादिगणे श्यन् हलादिः तत्तु अपित् अस्ति, किन्तु तुदादिगणे श अजादिः तत् अपि अपित् अस्ति, परन्तु द्विवादिगणे हलिच इत्यनेन उपधायाम् इकः दीर्घत्वं भवति, तुदादिगणे हलिच इत्यस्य प्रसक्तिः नास्ति, अतः उपधायाम् इक् इक् ह्रस्वः एव तिष्ठति. इत्युक्ते अत्र मृ यदि द्विवादौ अस्ति चेत् तत्तु दीर्घ ईकारः भवति यथा जृ जी भवति, परन्तु अत्र कृ ह्रस्व इकारः एव तिष्ठति, क्रि एव भवति अत्र उदाहरणरूपेण. क्रु योगः श, क्रु योगः अ, इको एनचि इत्यनेन एन् सन्देह प्राप्तिः, परन्तु तं प्रबाध्य किमर्थञ्चेत् अत्र षित् अस्ति, तत्कारणात् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्राप्तिः तस्य प्रसक्तिः अस्ति, परन्तु विकरणप्रत्ययः तु अपित् अस्ति, सार्वधातुकम् अपित् नित्वत् व्यवहरति, तत्कारणात् नितित इत्यनेन गुणनिषेधः भवति. क्रूयोगः अ, अत्र ऋत इद्धातोः इत्यनेन रुदन्तस्य धातोः ह्रस्व इकारादेशः भवति, इत्युक्ते क्रू स्थाने की भवति, की योगः अ. अत्र उरन् रपरः इत्यनेन ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः भवति, इत्युक्ते अत्र ऋतस्थाने ई आगच्छति, परन्तु उरन् रपरः इत्यनेन अत्र ऋकारस्य स्थाने यः इकारः आगच्छति तत्तु तस्य परे र अपि भवति इति. तत्कारणात् अत्र की योगः अ भवति किर् किर् योगः अ किरा इति, अनन्तरं किरति इति अङ्गं निष्पन्नं भवति. अस्तु महोदय, अस्तु तर्हि अत्र द्विवादिगणे हलीच इत्यनेन उपधायाम् इकः दीर्घत्वम् इति उक्तवान्, यदि द्विवादिगणे अस्ति चेत् किं भवति? हलीच इत्यस्य किमर्थं न प्रसक्तिः अस्ति द्विवादिगणे इति नास्ति, किमर्थम् अपित् अस्ति चेत् किं भवति? अपित् अस्ति चेत् हलि इत्यस्य प्रसक्तिः अस्ति, किन्तु पित् अस्ति चेत्? पित् अस्ति, भुवादिगणे तु पित् अस्ति, तत्कारणात् अत्र सार्वधातुक अर्धधातुकयोः अनन्तरं पुगन्तलघुपदस्य इत्यनयोः पुगन्तलघुपद किमर्थम् इत्युक्ते हलीच इत्यस्य उपदा कार्यमस्ति खलु, हलीच इति उपदा कार्यमस्ति, तर्हि पुगन्तलघुपदस्य च इति कार्यं भवति अस्माकम् अन्य पित् अस्ति चेत्. ऋत इद् धातोः अनुवृत्ति एव पठामि वा? ऋतः धातोः अङ्गस्य इत् ऋतः धातोः अङ्गस्य ह्रस्व ईकार आदेशः भवति, निति किति इति प्रत्ययपरे इति न उक्तं, तदानीमपि तदेव इति अवगन्तुं शक्नुमः. किमर्थम् इत्युक्ते कितिनिति नास्ति चेत् किं भवति? पित्त पित् गुणः भवति, अलोन्त्यस्य षष्ट्या अन्त्यस्य अलः स्थाने परिभाषासूत्रमस्ति. अन्त्यस्य अलः स्थाने षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः भवति, अन्तिम अलस्थाने आदेशः भवति. येन विधिस्तदन्तस्य अहं पूर्वमेव परिशीलनं कृतवान्. येन विधिः तदन्तस्य स्वस्य रूपस्य अपि. उरन्ध्रपरः उः स्थाने अण्ड्रपरः. उः इति ऋकारान्तस्य षष्टिविभक्ति उः, तस्य स्थाने अण् रपरः इत्युक्ते रहपरः यस्य सः रका रेपः आगच्छति इति, अण्करे रेपः आगच्छति. स्थाने इत्यस्य कथं जानीमः? स्थाने इति नास्ति, किन्तु ऋकार अन्तस्य अपि भवति इति. षष्टिविभक्ति इति स्थाने स्थाने इति न न मम प्रश्नः अस्ति ऋ उः स्थाने इति इत्यस्मिन् उः इति एव अस्ति खलु, तर्हि ऋकारस्य स्थाने इति एव साक्षात् नास्ति, किन्तु ऋकारान्तस्य स्थाने ऋकारान्तस्य अपि ग्रहणं भवति इति ऋकारस्य स्थाने इति. ओ क्षम्यतां क्षम्यताम्, यतो उ स्थाने अनरप्रः खलु. अस्तु अस्तु भगिनि, क्षम्यतां, मम दोषः भवति. तर्हि एतत् अलोन्तस्य उः स्थाने भवति इति, अल्लन्तस्य एव भवति. पूर्णतया रण् आदेशः पूर्णतया न भवति, किन्तु स्थाने यदा अन् भवति, अन्त्यस्य स्थाने यदा अन् भवति, तस्मिन् समये तस्य अन्त् रपरः भवति. अग्रिमं पठति वा? अग्रिमम् अस्ति, ऋकारस्य स्थाने यदा अन् प्रत्याहारस्य कश्चन सदस्यः अ इ उ वा आयाति, तदा तस्मात् परे रेपः आयाति, अतः अण्परः भवति अर् इर् उर् वा इति. अत्र ऋकारस्य स्थाने इ आगतः, अतः रपरः भवति इर् इति, कि भवति किर् इति. गृधातुः अपि तदा गृ योगः अ, गि योगः अ, उरन्रपरः इति गिर् भवति, गिर् योगः अ, गिर इति अङ्गं, गिरति इति लटीरूपम्. हृदयद्धातोः इति सूत्रेण गीयोगः ह्रस्व ईकारादेशः भवति. दिवादिगणे क्रम एव तथैव अस्ति, किन्तु अन्ते इकारः दीर्घः भवति. जृ ऋत इद्धातोः इति सूत्रेण जी भवति, उरण्परः जिर् भवति, हलीच इति सूत्रेण जीर् भवति, षण् व्यकर विकरणप्रत्ययः या जीर्य इति अङ्गं, जीर्यते इति रूपम्. किमर्थम् अस्माकं तुदादिगणे तथा न भवति, जीरति इति किमर्थं न भवति? अलिच इति सूत्रस्य प्राप्तिः नास्ति, अकारः विक्रणप्रत्ययः हल् नास्ति. अस्तु धन्यवादः. अग्रिमस्ति वा हलिच इत्यस्य? अलिच इत्यनेन हलि परे रेपान्त तानां वकारान्तानां च धातूनाम् उपादायां स्थितः इक् वर्णः दीर्घो भवति. दिवादिगणे शन् हलादिः अपि तस्ति, तुदादिगणे श अजादिः अपि तस्ति, अतः दिवादौ ऋकारान्तधातुषु हलीच इत्यस्य प्रसक्तिः, तुदादौ अस्यामेव दशायां हलीच कार्यं न करोति. अत्र उरण्डपः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयाम. अकारः वा आकारः योग इकारः वा ईकारः एकारः भवति, अकारः वा आकारः योग उकारः वा ऊकारः ओकारः भवति, अकारः वा आकारः ऋकारः वा ऋकारः अर् भवति इति सामान्यनियमः अस्ति, परन्तु गुणसंज्ञाविधायकसूत्रम् अदेङ् गुणः इत्यनेन आ ए ओ इत्येषाम् एव वर्णानां गुणसंज्ञा भवति, तत्र अर् किमपि नास्ति। यत्र गुणसन्धिः अपेक्षितः तत्र आद्गुणः इत्यनेन अवर्णात् अचीपरे पूर्वपरयोः एकः गुण आदेशः भवति। गुण आदेशः नाम पूर्वपरयोः स्थाने आ वा ए वा ओ वा आगच्छेत्, तत्र अर् तु नास्ति। तर्हि आयोगः ऋ अर् कथम्? वस्तुतः ऋकारस्य गुणसन्धिः एवं भवति, आ ए ओ इत्येषु गुणसंज्ञकवर्णेषु कश्चन स्वीकर्तव्यः, अधुना स्थानेन्तरतमः इति सूत्रेण ध्वनिदृष्ट्या तेषु त्रिषु द्वयोः वर्णयोः स्थाने कस्य गुणसंज्ञकवर्णस्य उच्चारणार्थं स्थानतौल्यम् अस्ति इति अवलोकनीयं भवति। अकारस्य कण्ठस्थानं ऋकारस्य मूर्धास्थानम्, आ ए ओ इति गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धास्थानं नास्ति। आ कण्ठस्थानं, ए कण्ठतालुस्थानं, ओ कण्ठोष्ठस्थानम् इति। तेषु त्रिषु आ ऋ इत्यनयोः स्थाने अकारस्य एव अधिकसाम्यं वर्तते, अतः आ इ इत्यनयोः स्थाने आ इत्यस्य गुणादेशप्राप्तिः। अधुना ऋ स्थाने यः अकारः आगतः सः अण् प्रत्यहारस्य सदस्यः, अतः उरण् रपरः इत्यनेन रेपः परः भवति। तर्हि आहत्य अ आ योगः ऋ आद्गुणः इत्यनेन पूर्वपरयोः स्थाने अकारः उरण् रपरः इत्यनेन अर् इति भवति। महायोगः ऋषिः, मह् योगः अर् योगः षि महर्षिः इति भवति। अवधेयं यत् ऋत इद्धातोः इति सूत्रं कितिङिति प्रत्यये परे एव कार्यं करोति, अतः सार्वधातुकलकारेषु यत्र विकरणप्रत्ययः अपित् नास्ति तत्र यद्यपि प्रसक्तिः तु अस्ति किन्तु प्राप्तिः न भविष्यति। वृत्तान्ते द्वादिगणे तृ इति धातुः, यद्यपि ऋकारान्तधातुः अस्ति तथापि ऋत इद्धातोः इत्यनेन ऋस्थाने इकार आदेशः न भवति। वादिगणे शप् अस्ति, अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति। तृयोगः शप्, तृयोगः अ, ऋ इत्यस्य गुणः तर् योगः अ, तर इति अङ्गं, तरयोगः इति तरति। अतः गणम् अनुसृत्य ऋकारान्तधातूनां कः भेदः इति पश्येम। द्वादिगणे यत् पठितवती तस्य विवरणं अवगच्छति वा? किमर्थं यत्र गुणः भवति, गुणकार्यं भवति, तत्र अ ए ओ इति एव गुणवर्णाः सन्ति अदेन् गुणः इति सूत्रेण, अकारः एकारः ओकारः इति त्रयः एव गुणवर्णः, तत्र रेफः नास्ति। किन्तु किं वदामः, अस्माकं यत्र गुणः भवति अकारस्य तात्पर्य ऋकारः आगच्छति चेत् अर् इति गुणवर्ण अर् इति गुणं कुर्मः खलु? यत्र तस्मिन् समये तत्र रेपः कुतः आगच्छति अस्माकं, तर्हि रेपः कुतः आगच्छति इत्युक्ते उरण् रपः रपरः इति सूत्रादेव आगच्छति। यत्र इदानीम् अस्माकम् अ ए ओ इति एव गुणवर्णाः सन्ति, तर्हि अयोगः ऋ इति इत्यस्मिन् विवक्षायां तत्र किं भवति, अयोगः ऋ इत्यस्य स्थाने एकः गुणवर्णः भवेत्, तर्हि अकारः वा एकारः वा ओकारः वा भवेत्। किन्तु स्थानेन्तरतमः इति आगत्य किं करोति, स्थानेन्तरः तमः भवति यस्य स्थाने स्थानतुल्यं भवतु इति, आदेशस्य स्थानं तुल्यं भवतु। तर्हि ऋकारः तु कण्ठमूर्धस्थानमस्ति, तर्हि तस्य तस्य समानता कस्य भवति, तुल्यता कस्य भवति इत्युक्ते एकारस्य न भवति, ओकारस्य न भवति, तर्हि अकारस्य एव तुल्यता भविष्यति, तत्र सामान्य किञ्चित् तुल्यता भवति, तर्हि अकारमेव स्वीकुर्मः। यत्र अकारः आगच्छति तर्हि उरन् रपरः इति सूत्रेण यत्र अत्र अकारः अण् प्रत्याहारे अस्ति खलु, उः स्थाने ऋकारस्य स्थाने अण् आगच्छति अत्र गुणं यत्र कुर्मः, तर्हि अण् स्थाने तत्र यः अण् आगच्छति तः सः अण् रफरः भवतु इति अकारस्य परे रेफः अपि आगच्छति, तर्हि महर्षिः इत्यस्मिन् अकार ऋकारयोः स्थाने अकारः प्रथमम् आगच्छति, गुणवर्णः आगच्छति, सः गुणवर्णः अकारः रपरः अस्ति तर्हि रेपः अपि आगच्छति, तर्हि महर्षिः इति भवति। अस्तु भगिनि, मम अहम् अन्यत् दोषं अन्यं दोषं कृतवती यत् इत्युक्ते यत्र अहं किं अन्तरङ्गसूत्रस्य विषये अहं उक्तवती खलु, अन्तरङ्गसूत्रस्य विषये अहम् इको एनचि वृद्धिरादेचिति स्वीकृत्य उक्तवती, वृद्धिरेचि इति स्वीकृत्य उक्तवती, इको एनचि इति नास्ति, तत्तु यण् सन्धिः अस्ति खलु। मम चिन्तने अहं यत् वक्तव्यम् आसीत् इत्युक्ते आत् गुणः वृद्धिरेचि इत्यनयोः स्थाने, तर्हि आत् गुणः किं वदति, अचिपरे गुणवर्णः आगच्छति खलु, आत् अचि पूर्वपरयोः आत् गुणः इत्यस्य अनुवृत्तिसहितसूत्रमस्ति, आत् परे अचि पूर्वपरयोः एकः गुणसंहितायाम् इति अचि परे इति आगच्छति तत्रापि, किन्तु वृद्धिरादे एचि परे इति अस्ति, तर्हि वृद्धि बृहत् कार्यमस्ति, बृहत् न्यूनं क्षेत्रमस्ति, अचि इति बृहत् क्षेत्रमस्ति, तर्हि वृद्धिराजे एच् परे अस्ति चेत् वृद्धिरादेचित्यस्य सूत्रम् आगत्य कार्यं करोति, वृद्धिः भवति, गुणः न भवति तत्र। अहं दिदे कन्फ्यूस्यू भगिनि, वृद्धि अन्तरङ्गसूत्रमस्ति, आमां भगिनि, अग्रिम कक्षायां पठामि वा, एकदशवादनं भवत् स्वयमेव स्तः, तर्हि अतः एव चिन्तितवती पञ्चदशनिमेषेषु पूरयिष्यामि, ममापि गन्तव्यं, सुब्रह्मण्यं महोदय, अतः गणम् अनुसृत्य ऋकारान्तधातूनां कः भेदः इति पश्येम, भुवादिगणे तृ गुणः भवति तरति, दिवादिगणे झृ विकार आदेशः, हलि च दीर्घः जीर्यति, तुदादिगणे कृ इ आदेशः, अजादिः अपित् अतः न दीर्घः किरति। वयं तु एतत् सर्वं दृष्टवन्तः भगिनि पूर्वमेव, केचन जनाः वदन्ति यत् भुवादितुदादिगणयोः विषयः भ्रमात्मकः, कः धातुः कस्मिन् गणे इति, किन्तु यत्र गणसम्बन्ध कार्यं वर्तते तत्र अस्माकं न कोऽपि भ्रमः स्यात्। भुवादिगणे गुणकार्यं प्रवर्तते, तुदादिगणे न कुत्रापि गुणकार्यं, तुदादिगणे विकरणप्रत्ययः अजादिः अपित् अतः अपित् निमित्तं कार्यम् अपि च अजादि अपित् निमित्तं कार्यं भवतः, ये भुवादौ न सञ्जायेते, यथा दीर्घऋकारस्य इ ऋत इद्ध अपित्सु प्रत्ययेषु, यथा क्रु किरति, यङ् आदेशः केवलम् अजादीषु अपित्सु प्रवर्तते, अचि ष्णु धातुभ्रुवां युवोर्यङ् वङ्गौ, ऋयोगः आ र योगः इय योगः आ रिय योगः ति रियति। अत्र भुवादितुदादिगणीयोः विषयः भ्रमात्मकः, कः धातुः कस्मिन् गणे इति. भुवादितुदादिगणौ किन्तु यत्र गणसम्बद्धकार्यं वर्तते तत्र अस्माकं न कोऽपि भ्रमः स्यात्. यद्यपि अत्र कः धातुः कस्मिन् गणे, भुवादिगणे अस्ति वा तुदादिगणे अस्ति वा इति किञ्चित् भ्रमः भवति, परन्तु गणसम्बद्धकार्यं यत्र वर्तते तत्र कोऽपि भ्रमः न स्यात् इति अस्ति. भुवादिगणे गुणकार्यं प्रवर्तते, तुदादिगणे तु गुणकार्यं न भवति. किमर्थं चेत् तुदादिगणे विकरणप्रत्ययः अजादिः अपि अस्ति, अतः अत्र अपित् निमित्तिककार्यं अपि च अजादि अपित् निमित्तकार्यं भवति, तत्तु भुवादिगणे न भवति. इदानीमेव वयं दृष्टवन्तः खलु अत्र क्रू, अत्र इकारादेशः भवति ऋत इद्धातोः इत्यनेन, अनन्तरम् अजादिः अपि अतः दीर्घः न भवति, तत्कारणात् अत्र किरति इत्येव सम्भवति. परन्तु भुवादिगणौ तृ अत्र गुणः भवति एव, तत्कारणात् अत्र तरति इति भवति इति. अत्र अनन्तरम् इकारस्य यः अस्ति तत्तु इयङ् आदेशः केवलम् अजादिषु अपित्सु प्रवर्तते, यथा अचिष्णु धातुभ्रुवां युवर् इयङ् वङ्गौ अत्र रियति इति अत्र उदाहरणं दत्तमस्ति. किमर्थम् एतत् सर्वं दत्तमस्ति अत्र? अनन् इकारस्य दीर्घरुकारस्य ई प्रवर्तते केवलम् अपित्सु चेत् इयङ् आदेशः केवलम् अजादिषु अपित्सु प्रवर्तते. अत्र पुनः यत् सर्वं वयं पठितवन्तः तथैव अत्र दत्तमस्ति संक्षिप्तरूपेण अत्र इति मम चिन्तनं भगिनि. परन्तु अत्र कः धातुः कस्मिन् गणे अस्ति इति भ्रमः भवितुम् अर्हति, परन्तु यदि वयं अत्र गुणकार्यम् अस्ति वा गुणकार्यं न भवति इति दृष्ट्वा वयं तत्तु वयं जानीमः इति, तत्कारणात् अत्र भ्रमः न भवतु इति प्रायः महोदयस्य चिन्तनम् इति. एतादृशचिन्तनं भवति चेत् अस्माकं भ्रमः नश्यति, सम्यक् जानीमः कः धातुः कस्मिन् गणे भवति इति अवगमनं भवति अस्माकं सम्यक्तया. धन्यवादः महोदय. तर्हि भगिनी धन्यवादः, भगिनी धन्यवादः, धन्यवादः भगिनी. शुभरात्रिः. शुभरात्रिः.